गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। शब्दखण्डे स्मः, तत्र शाब्दबोधविषयतानिरूपणम् इति भागः अस्माभिः पठितः। तत्र मुख्यविशेषता कुत्र अस्ति इति चेत्, प्रथमायां यत् पदमस्ति तत्रैव मुख्यविशेषता अस्ति इति अवगतम्। तर्हि रामः रामः घटम् आनयति इति वाक्यं स्वीकुर्मश्चेत् तत्र मुख्यविशेषः कः इति चेत्, रामः इति प्रथमान्तपदमेव मुख्यविशेषः। तर्हि सर्वम् अन्ततो गत्वा तत्र अन्वयः भवेत्, किन्तु केन माध्यमेन इति चेत् अत्र क्रियापदे, हा नमस्कारः, क्रियापदे विद्यमानप्रत्ययः यदस्ति आनयति इत्यत्र त्रि ति इति प्रत्ययः, तस्य नाम अस्ति आख्यातम् इति। ति इति प्रत्ययेन चैत्रे विद्यमानकृतिः उक्ता, चैत्रे विद्यमानकृतिः उक्ता ति इति प्रत्ययेन। अपि च अन्यानि कारकाणि तत्र निरूपकाणि भवन्ति कस्य इति चेत्, क्रियायाः निरूपकाणि भवन्ति। तर्हि व्याकरणशास्त्रे अपि च न्यायशास्त्रे किञ्चिदिव भेदः अस्ति, महान् भेदः इति नास्ति। व्याकरणशास्त्रे यदि शाब्दबोधः वक्तव्यः तदा क्रियापदं किम् इति पृष्ट्वा तत्र प्रश्नान् कृत्वा, इत्युक्ते कं करोति, कः करोति, केन करोति, कस्मै करोति, कस्मात् करोति, कस्मिन् करोति इत्यादि प्रश्नान् कृत्वा तत्र अन्वयः शाब्दबोधः प्राप्तव्यः। तादृशमेव अत्रापि किञ्चित् परिवर्तनं कृतं। किं परिवर्तनं कृतम् इति चेत्, मुख्यविशेष्यः कर्ता कर्ता इति अपि प्रायः न वक्तव्यं, प्रथमान्ते यत् पदमस्ति सः एव मुख्यविशेषः भवति। किमर्थं सः मुख्यविशेषः भवति इति चेत्, तिङ् प्रत्ययेन प्रथमान्ते यत् पदम् अस्ति तस्मिन् विद्यमान कश्चन धर्मः उक्तः। स च धर्मः कः इति चेत्, कृतिः, कर्तरिप्रयोगे कृतिः भवति। तर्हि रामः घटम् आनयति इत्यत्र त्रिप्रत्ययस्य अर्थः कः इति चेत्, वर्तमानकालः अर्थः इति तु सत्यम्, किन्तु यः करोति रामः इति तस्मिन् विद्यमानकृतिः आत्मगुणः कृतिं बोधयति, कृतिं प्रति अनुकूलत्वं बोधयति इति अवगन्तव्यम्। अस्तु, तदनन्तरम् अन्यानि कारकाणि, घटम् आनय, हस्तेन घटम् आनय, भूमेः पञ्चमी, घटमानयः घटमानय, वीथ्याम् आनय इति अन्यानि कारकाणि यानि सन्ति तानि सर्वाणि निरूपकाणि भवन्ति कस्य, क्रियायाः निरूपकाणि। तर्हि केवलम् एकमेव सोपानं परिवर्तितं नैयायिकैः, किम् इति चेत्, अत्र प्रथमान्तपदं मुख्यविशेषणत्वेन स्वीकृत्य तस्मात् पूर्वं क्रियापदं संस्थाप्य तदनन्तरम् अन्यानि कारकाणि यथा वैयाकरणाः वदन्ति तथा। अत्र तस्य निरूपकत्वं ते साधयन्ति इति अस्माभिः अवगतम्। अस्तु तर्हि सर्वेषां मनसि एतत् स्यात् अत्र स्पृशति इति चेत् स्पृश् इति धातुः प्रकृतिः अस्ति स्पर्शनक्रियां बोधयति टि इति प्रत्ययः किं बोधयति इति चेत् तादृशस्पर्शनक्रियां जनयितुं या कृतिः अपेक्षिता कर्तरि या कृतिः अपेक्षिता तां कृतिं बोधयति केवलं तां कृतिमेव बोधयति इति नास्ति वर्तमानकालम् अपि बोधयति इति अवगन्तव्यम् तदनन्तरं घटम् इत्यत्र घट इति पदं नामप्रकृतिः घट इति पदार्थं बोधयति तस्माद् विद्यमान अम् इति प्रत्ययः कर्मत्वं बोधयति एकत्वमपि बोधयति तत्र आधेयता यदस्ति कर्मत्वे विद्यमान आधेयता यदस्ति घटे एव कर्मत्वमस्ति खलु तर्हि तदपि बोधयति अपि च स्पर्शनक्रियामपि निरूपयति इति अम् इति प्रत्ययः तदनन्तरं रामः इति पदं तदेव मुख्यविशेषः प्रथमे प्रथमायाम् अस्ति इति कृत्वा रामः घटम् आनयति इति वाक्यं तत्र राम इति नामप्रकृतिः राम इति पदार्थं बोधयति अपि च तस्मादुपरि विद्यमानस्सु इति प्रत्ययस्य स्वयमर्थः नास्ति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इत्यनेन राम इति नामप्रकृत्या यः अर्थः उक्तः सः एव अर्थः सु इति प्रत्ययेनापि उक्तः तस्मादुपरि एकत्वमपि उक्तम् इति तावत् अवगतम् अस्तु तर्हि इदेनम् इदानीं विशेषणं नामप्रकृतिः द्विधा विभक्ता इति अस्माभिः अधीतं विशेषणं विशेषणवाचकं विशेष्यवाचकम् इति इदानीं विशेषणवाचकं तत्रापि अत्र परिचित उक्तिः अस्ति परिचिता उक्तिः अस्ति यद् यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य इति सामान्य उक्तिः सर्वैः ज्ञायते तर्हि इदानीं विशेषणमस्ति चेत् यदि दशरथपुत्रः रामः घटम् आनयति तर्हि तत्र दशरथपुत्रः इति विशेषणं तर्हि विशेषणे अपि प्रत्ययः अस्ति तस्य प्रत्ययस्य अर्थः कः इति अवगन्तव्यमस्ति तस्मिन्नेव विषये पाठः अग्रे गच्छति 308 इत्यत्र विशेषणान्वयः इति आरभ्य अस्माभिः पठनीयम् अस्तु मेहुल् महोदय कृपया आरम्भं करोतु अस्तु महोदय विशेषणान्वयः लिङ्ग् लोटादिघटितवाक्येषु बोधः ग्रन्थान्तरे अनुसन्देहः सम्प्रति विशेषणवाचकप्रकृतिघटितवाक्ये बोधप्रकारं चिन्तयामः नीलं घटम् आनयति चैत्रः इति वाक्ये नीलम् इत्यत्र तादृशप्रकृतिपदात् द्वितीया विशेष्यविशेषणवाचकपदयोः समानविभक्तिकत्वं समानविभक्तिकत्वनियमः प्रसिद्धः एव तेन प्रकृते घटपदस्य विशेष्यबोधकस्य द्वितीयान्तत्वे विशेषणबोधकस्यापि सैव विभक्तिः तस्याश्च विशेषणवाचकपदोत्तरविभक्तेः अभेदः अर्थः नीलपदस्य नीलगुणाश्रयः अर्थः घट एव हि नीलगुणाश्रयः इति नीलगुणाश्रयस्य घटस्य च अभेदः युज्यते अस्तु अत्र लिङ्ग्लोटादिघटितवाक्येषु बोधः लिङ्ग्लकारः अपि च लोट् लकारादि यत्र प्रयोगः अस्ति प्रयुज्यः अस्ति तस्मिन् वाक्येषु बोधः अधुना कथं भवति इति ग्रन्थान्तरे इत्युक्ते अन्यस्मिन् ग्रन्थे वा अनुसन्धेयः इति तत्र द्रष्टव्यम् इति अस्तु अस्तु अधुना इति प्रत्ययः स्पृशति इत्यत्र त्रि इति प्रत्ययस्य प्रत्ययेन कः अर्थः उक्तः इति चेत् प्रथमान्ते विद्यमानकृतिः कर्तरिप्रयोगे प्रथमान्तपदे पदे विक्तम् उद्यमान कर्तरि विद्यमानकृतिः अर्थः इति उक्तं खलु. किन्तु इदानीं लिङ् अपि च लोट् इति अन्येषां लकाराणां तत्र इतोपि किञ्चित् अर्थः अस्ति खलु. लङ् अस्ति चेत् तत्र भूतकालः इति अवगन्तुं शक्यते. लट् अस्ति चेत् वर्तमानकालः इति अवगन्तुं शक्यते. यदि लिङ् अथवा लोट् इति अस्ति तदा तेषाम् अर्थः कः इति चेत् विधिनिमन्त्रणामन्त्रणा अभीष्ट सम्प्रत्त सम्प्रश्नप्रार्थनेषु लिङ् इति अस्ति. तदनन्तरं लोट् लोट्च इति अनेन ते एव अर्थाः लोटि अपि भवति इति उक्तं. तर्हि तादृश अर्थः वक्तव्यः. तत्तु इदानीम् अस्मिन् ग्रन्थे न चिन्त्यते किन्तु ग्रन्थान्तरे अनुसन्देहः तत्र पठनीयः इति उक्तम्. अस्तु अग्रे. अस्तु अधुना सम्प्रति अधुना विशेषणवाचकप्रकृतिघटितवाक्ये बोधप्रकारं चिन्तयामः. अस्तु विशेषणवाचक यत् पदमस्ति वाक्ये तेन कः बोधः जायते इति अधुना चिन्तनमस्ति. विशेषणवाचकप्रकृतिघटितवाक्ये इत्युक्ते तादृशवाक्यं यस्मिन् विशेषणं घटितमस्ति. उदाहरणं नीलं घटम् आनयति चैत्रः इति वाक्यं तदेव तु उक्तम्. अस्तु अग्रे. सत्यं तस्मिन् वाक्ये नीलम् इत्यत्र तादृशप्रकृतिपदा द्वितीया. अस्तु अत्र नील इति प्रकृतिपदम् अस्ति इत्युक्ते अत्र नामपदमस्ति. तस्मात् तस्य द्वितीया अस्ति. तदेव अत्र उदाहरणेन उक्तमस्ति. विशेष्यविशेषणवाचकपदयोः अत्र समानविभक्तिकत्वम् अस्ति इति तु सर्वे जानीमः. तेन अत्र प्रकृते इत्युक्ते अस्मिन् उदाहरणे घटपदस्य विशेष्यबोधकस्य द्वितीयान्तत्वे घटपदम् इति विशेष्यबोधकपदमस्ति. तस्य द्वितीया विभक्तिः अस्ति. अतः विशेषणबोधकस्यापि तदेव विभक्तिः भवति इत्युक्ते द्वितीया एव भवति. तर्हि तस्याश्च विशेषणवाचकपदोत्तरविभक्तेः अभेदः अर्थः इत्युक्ते अत्र विशेषणवाचक यत् पदमस्ति तस्मात् परे यः यत् विभक्तिः अस्ति तेन अभेदः इति अर्थः भवति. इत्युक्ते विशेषण अपि च विशेष्य इत्यनयोः मध्ये अभेदः अस्ति इति विभक्तिः सूचयति. अत्र नीलपदस्य नीलगुणाशयः इति अर्थः नीलं घटम् इति यत् नीलम् इति वाक्ये उक्तम् अस्ति तत्र नीलपदस्य अर्थः कः तर्हि नीलगुणाशयः इति एव अर्थः. तर्हि घट एव नीलगुणाशयः भवति. अत्र द्वयोः विशेषवाचकपदम् अपि च विशेष्यवाचक अपि च विशेषणवाचकपदयोः विभक्ति समान अस्ति. अतः तयोः मध्ये अभेदः इति अर्थः भवति. अतः एव अत्र नीलपदम् इत्यस्य अर्थः नीलगुणाश्रयः. तर्हि घट इति विशेष्य बोधकपदमस्ति नील इति विशेषणवाचकपदमस्ति तयोः मध्ये अभेदः अस्ति. अतः घट इति एव नीलगुणाश्रयः भवति इति नीलगुणाश्रयस्य घटस्य च अभेदः युज्यते. महोदय अत्र किञ्चित् इतोपि स्पष्टतया वक्तव्यम्. अस्तु अहं प्रश्नान् पृच्छामि तस्य उत्तरं वदतु. नीलं घटम् इत्यत्र नैयायिकमतानुसारं कति पदानि सन्ति? चत्वारि पदानि. नील अपि च चत्वारि पदानि. हा तानि कानि इति वदतु. हा नील अपि च अम् इति प्रत्ययः घट अपि अम् इति प्रत्ययः. उत्तमम्. तर्हि प्रथमं घटयोगः अम् इति चिन्तयेम. घट इति पदेन कः उक्तः? अत्र घट इति पदेन प्रकृतिः अत्र नाम प्रकृतिः. सः कः? घट इति एव. घट इति पदार्थः खलु? आम् आम्. घट इति पदेन इति नाम प्रकृत्या घट इति पदार्थः उक्तः. तर्हि इदानीं घट इत्यस्मात् विद्यमान अम् इति प्रत्ययस्य अर्थः कः? अम् इति प्रत्ययस्य अर्थः अत्र कर्मत्वम् इति. उत्तमं, कर्मत्वम् अपि च एकत्वम्. एकत्वं सत्यम्. आधेयत्वं, स्पर्शनक्रियाया विद्यमाननिरूपकत्वम् इति एतत् सर्वम् अम् इति प्रत्ययस्य अर्थः. अस्तु, एवम् इदानीं नीलम् इत्यत्र पदद्वयमस्ति, नीलयोगः अम्. तर्हि नील इति नामप्रकृतेः अर्थः कः? अत्र नील इति पदस्य नीलगुणाश्रयः इति अर्थः इति उक्तमस्ति. हा, इत्युक्ते किं नीलगुणाश्रयः इत्युक्ते? इत्युक्ते नील अत्र गुणः, गुणः इति नील इति गुणः न न नील इति गुणः, नीलगुणस्य आश्रयः. सत्यं सत्यं. ओ अस्तु अस्तु, तर्हि नील इति पदेन नीलगुणं न उक्तं. नील इति नामप्रकृत्या नीलरूपं न उक्तम्. घटमेव उक्तं, घटमेव. घटम् इति मा वदतु. ओ सत्यं, घट एव इत्युक्तं, घट एव. न न घट इति अपि मा वदतु, नील इति नामप्रकृत्या किमुक्तम्? यत्किमपि नीलगुणाश्रयः अस्ति तदेव. उत्तमम् उत्तमं, तर्हि घट इति न वक्तव्यं, नील इति नामप्रकृत्याः अर्थः कः, नामप्रकृतेः अर्थः कः इति चेत् नीलगुण आश्रयः यं कमपि पदार्थं, यः कोऽपि पदार्थः, यः कोऽपि पदार्थः यस्मिन् पदार्थे नीलरूपं वर्तते, खलु? सत्यं सत्यं, नीलगुणस्य आश्रयः. सरि, नीलगुणस्य आश्रयः, नीलगुण आश्रयः उक्तः, कश्चन पदार्थः, स च पदार्थः यः कोऽपि भवतु, किन्तु नील इति नामप्रकृत्या नीलगुण आश्रयः कश्चन पदार्थः उक्तः. अस्तु, तर्हि इदानीं नील इत्यस्मात् उपरि यः अम् इति प्रत्ययः अस्ति, तस्य प्रत्ययस्य अर्थः कः? विशेषणम् अस्ति तदपि अत्र घटं नीलं कर्मत्वमेव उक्तमस्ति तेनापि न. अत्र एकं वाक्यमस्ति खलु, अन्तात् अधस्तात् पश्य तस्याश्च विशेषणवाचक इति पद पठतु एकवारम्. तस्याश्च विशेषणवाचकपदोत्तरविभक्तिः अभेदः अर्थः. अभेदः विशेषणवाचकपदम् अत्र नील इति खलु, तस्मात् परे विभक्ति, तस्मात् पदात् उत्तरविभक्तेः अम् इति विभक्तेः अर्थः कः इति चेत् अभेदः. तर्हि नीलपद उत्तरवर्ती अम् इति प्रत्ययस्य अर्थः अभेदः इति अवगन्तव्यम्. तर्हि नीलं घटम् इति वाक्ये चत्वारि पदानि सन्ति, तत्र नील इति प्रातिपदिकस्य अर्थः कः इति विशेषणवाचकपदस्य अर्थः कः इति चेत् नीलगुण आश्रयः कश्चन पदार्थः, तस्मात् परं विद्यमान अम् इति प्रत्ययस्य अर्थः कः इति चेत् अभेदः. अभेदः इति चेत् केन सह अभेदः इति चेत् अग्रे यत् पदम् आयास्यति घटम् इति पदम्, वस्तुतः वाक्यं घटम् इति वाक्येन सह अभेदः अम् इति प्रत्ययस्य, तदनन्तरं घट इति पदस्य अर्थः कथं चेत् घटपदार्थः एव घट इति पदस्य अर्थः, तत्र अम् इति प्रत्ययस्य अर्थः कः इति चेत् कर्मत्वम् इत्यादिकम्, एकत्वम् इत्यादिकम् इति कृत्वा अत्र अभेदः नीलगुण आश्रयः अपि च घटपदार्थः अनयोः मध्ये अभेदः अस्ति इति केन पदेन उक्तम् इति चेत् नील नील इति पदस्य अनन्तरं विद्यमान अम् इति प्रत्ययेन उक्तम्. बुध्यते किम्? तदेव अग्रिमवाक्यमस्ति. घट एव हि नीलगुण आश्रयः इति नीलगुण आश्रयस्य घटस्य च अभेदः युज्यते स च अभेदः केन केन पदेन उक्तः इति चेत् विशेषणवाचकपदोत्तरविभक्तेः उक्तः हा नील इत्यस्मात् विद्यमान अम् इति प्रत्ययस्य अर्थः अभेदः तर्हि अम् इति प्रत्ययस्य इदानीं नीलपदे विद्यमान अम् प्रत्ययस्य कर्मत्वम् अर्थः अर्थः नास्ति एकत्वमपि अर्थः नास्ति केवलम् अभेदः एव अर्थः उद्यते किम् उत्तमम् अपि च अत्र प्रसङ्गात् अहं वदामि अत्र पश्यन्तु विशेष्यविशेषणवाचकपदयोः समानविभक्तिकत्वनियमः प्रसिद्धः यद्यपि यल्लिङ्गं यद्वचनं या च विभक्तिः इति उक्तिः अस्ति तथापि अत्र सर्वत्र समानवचनत्वं वा समान लिङ्गत्वं वा भवेत् नियमेन भवेत् इति नास्ति तत्र भेदः भवितुम् अर्हति तादृश उदाहरणानि सन्ति अत्र प्रातिपदिकस्य निष्पन्नं यदा अस्माभिः क्रियते कुत्रचित् त्रिषु लिङ्गेषु प्रातिपदिकं भवितुमर्हति कुत्रचित् नियतलिङ्गः भवति प्रातिपदिकम् इत्युक्ते आश्रयः इति पदं स्वीकुर्मश्चेत् आश्रयः इति पदं पुल्लिङ्गे किन्तु अत्र आश्रयः इति पदं केवलं पुल्लिङ्गे एव भवति स्त्रीलिङ्गे वा आश्रया आश्रयम् इति न भवति नपुंसकलिङ्गे वा स्त्रीलिङ्गे वा तत्पदं न भवति अतः एव अस्मिन्नेव ग्रन्थे आरम्भे अस्माभिः अधीतं तत्र आश्रयः अत्र आधेयता आश्रयः इत्यत्र अत्र आधेयतायाः आश्रयः इति भवति आधेयताश्रयः इति भवति सर्वत्र तत्र आश्रयः इति एव भवति इदानीं सीता इति स्वीकुर्मश्चेत् सीतायां कः धर्मः अस्ति इति चेत् पत्नी इति धर्मः पत्नीत्वम् अस्ति खलु पत्नीत्वं सीतायाम् अस्ति तर्हि इदानीं सीता का इति चेत् पत्नीत्वस्य आश्रयः सीता इति एव वक्तव्यं पत्नीत्वस्य आश्रया सीता इति यदा कदापि न भवति अत्र आश्रयः सीता इति एव भवति अत्र आश्रयः इति विशेषणं सीता इति विशेष्यं किन्तु नियतलिङ्गमस्ति पदम् इति कृत्वा एवम् आपः इति पदमस्ति आपः इति जलम् आपः इति नियत बहुवचनान्तपदमस्ति आपः इति केवलं बहुवचने एव रूपाणि भवन्ति तस्य इति कृत्वा समानविभक्तिकत्वनियमः प्रसिद्धः इति लिखितम् इति एकं द्वितीयं विशेषणविशेष्यभावः तयोः मध्ये इति निश्चेतव्यं चेत् किमर्थमिति चेत् यदा विशेषणविशेष्यभावः निश्चितः भवति तदा यल्लिङ्गं या च विभक्तिः यद्वचनं विशेष्यस्य तल्लिङ्गं सा च विभक्तिः तद्वचनं विशेषणस्य भवति किन्तु विशेषणविशेष्यभावः तयोः मध्ये भवति इति चेत् तत्र समानपदार्थबोधकत्वम् अथवा एकपदार्थबोधकत्वं नीलः इति पदेन अथवा नील इति नील इति नामप्रकृत्या यदुक्तमस्ति अथवा घट इति नामप्रकृत्या यदुक्तमस्ति तदेव पदार्थः सः एव पदार्थः यदि नील इति नामप्रकृत्या उक्तः अस्ति तदा तयोः मध्ये विशेषणविशेषभावः यदा विशेषणविशेषः भावः भवति तदा समानविभक्तिकत्वं विधीयते इति बोधः बुद्धिते खलु उत्तमम् अस्तु तर्हि अत्र अभेदः अर्थः अभेदः केन पदेन उक्तः इति चेत् विशेषणवाचकपदात् विद्यमानप्रत्ययेन अभेदः उक्तः इति अवगन्तव्यम्। अतः एव अत्र मुख्यवाचकता तस्याः विशेषणवाचकपदोत्तरविभक्तेः अभेदः अर्थः, विभक्तेः इति षष्ठी अभेदः अर्थः। अस्तु धन्यवादः महोदय। अग्रे सत्यभाव भगिनी पठति किम् अत्र हि? आं महोदय, अत्र हि द्वितीयायाः अभेदः अर्थः इत्यनुक्त्वा विशेषणवाचकपदोत्तरविभक्तेः अभेदः अर्थः इत्येव उक्तम्। तत्प्रयोजनं च विशेषबोधकपदस्य तृतीयान्तत्वे विशेषणविभक्तेः तृतीयायाः अपि अभेदः अर्थः। एवञ्च विदुषे चैत्राः इत्यत्र विशेषण चैत्राय विदुषे चैत्राय इत्यत्र विशेषणबोधकपदोत्तरचतुर्थ्याः महदः वृक्षात् इत्यत्र महद् पदोत्तरपञ्चम्या च अभेदः अर्थः इत्थमेव अन्यत्रापि अनुसन्धेयम्। प्रथमपङ्क्तौ नीलम् इत्यनेन अं पदं विशेषणपदस्य उत्तरवर्ती आसीत्। इदानीं तदा तृतीयान्तपदं यद् तत्र विशेषणवाचकस्मात् पूर्वम् अत्र प्रथमवाक्ये किं लिखितं तत्रैव मुख्यवार्ता तत्र किम् अम् इति न उक्तं, किन्तु किम् उक्तम् इति चेत् विशेषणवाचकपदोत्तरविभक्तेः अभेदः अर्थः इति एव उक्तमस्ति। अनेन किं बोध्यते इति चेत् यत्र कस्य अभेदः इति चेत् विशेषण अभेदः अर्थः इति कथं वक्तव्यम् इति चेत् विशेषणवाचकपदोत्तरविभक्त्या एव अभेदः अर्थः उक्तम् इति। तदा विशेष्यबोधकपदस्य यदि विशेष्यबोधकपदम् अपि च अभेदः अभेदः केन केन पदेन उक्तः तस्य उत्तरं वदतु। अभेदः केन पदेन उक्तः? प्रथमवाक्ये द्वितीयान्तं यत् पदमस्ति तस्य प्रत्ययम् अं पदेन उक्तः अस्ति अत्र। हा किन्तु तादृशं न वक्तव्यं विशेषण अं प्रत्ययस्य सामान्यतया घटम् इत्यत्र अं प्रत्ययस्य कर्मत्वमर्थः खलु। एवं नीलम् इत्यत्र अं प्रत्ययस्य अभेदः इति यद्यपि अस्ति तदेव वास्तविकं, किन्तु अं प्रत्ययस्य अर्थः इति न वक्तव्यं। विशेषणवाचकपदोत्तरविभक्तिः विभक्तेः अर्थः अभेदः इति वक्तव्यम्। तत्र किञ्चित् लघुभेदः अस्ति, अं प्रत्ययस्य अर्थः अभेदः इति चेत् यदा तृतीया भवति तत्र तृतीया भवति इत्युक्ते अत्र वाक्यं न दत्तं खलु, तृतीयाः अपि अभेदः अर्थः। तृतीया इत्युक्ते रामेण बाणेन इति न न रामेण बाणेन इत्यत्र विशेषणविशेषभावः अस्ति किम्? नास्ति, कारणत्वेनैव अस्ति। हा राम इति नामप्रकृतिः, बाण इति बाणप्रकृतिः, तयोः एकार्थबोधकत्वं नास्ति खलु? नास्ति नास्ति। हा तर्हि रामेण बाणेन इति न वक्तव्यम्, लघुना बाणेन इति वदामश्चेत् लघुना बाणेन इति वदामश्चेत् तत्र इदानीं लघु इति नामप्रकृत्याः यः अर्थः अस्ति सः एव तदेव अर्थः बाण इत्यस्यापि। वस्तुतः विपरीत्यरीत्या वक्तव्यं, बाण इति नामप्रकृत्याः यः अर्थः प्रकृतेः यः अर्थः यः अर्थः अस्ति सः एव अर्थः लघु इत्यस्यापि इति कृत्वा। अस्तु, तर्हि विशेषणवाचकपदोत्तरविभक्तेः अभेदः अर्थः इति वक्तव्यं। तदा अत्र स च विभक्तिः द्वितीया भवतु, तृतीया भवतु, चतुर्थी भवतु, पञ्चमी भवतु, सप्तमी भवतु, तत्र अर्थः सङ्गच्छति एव खलु इति कृत्वा तदेव मुख्यवार्ता। अस्तु, तर्हि अत्र विदुषे चैत्राय इत्यत्र कस्य पदस्य अभेदः अर्थः? तत्र विदुषे चैत्राय, चैत्राय इति मुख्यविशेषमस्ति अत्र। विदुषे इत्यस्य उत्तरवर्ती ङे इति प्रत्ययं वा? हा, सुवौज समोट्सुष्टाभ्यां बिस् ङेभ्यां ब्यस् सत्यं ङे ङे इति प्रत्ययस्य विदुषे इत्यस्मिन् अस्मिन् पदे विद्यमान ङे इति प्रत्ययेन अपि तद् अर्थं बोधयति। यतोहि इदानीं चैत्र इति पदस्य अन्ते चतुर्थीविभक्त्यां यद् उक्तमस्ति तत् विशेष्यं बोधयति ङे इति प्रत्ययस्य विदुषे। किं वदति भगिनि? विशेषणविशेषभावं वक्तव्यं खलु महोदय? सत्यं, चैत्र इति पदस्य अन्ते विद्यमान ज्ञे इति प्रत्ययः किं बोधयति? चतुर्थीविभक्ति बोधयति। चतुर्थीविभक्तेः अर्थः कः? सम्प्रदानं। हा, सम्प्रदानत्वम्, एकत्वम् इति तादृशं वक्तव्यं। किन्तु इदानीं विदुषे इत्यत्र यः ज्ञे प्रत्ययः अस्ति तत् सम्प्रदानत्वं बोधयति किम्? न बोधयति। तर्हि किं बोधयति? तद् अभेदः अर्थः बोधयति। अभेदं बोधयति, तयोः मध्ये अभेदः बोधयति। चैत्रः अपि च विदुषः। हा, उत्तमं। चैत्रविदुषोः मध्ये अथवा चैत्र इति पदेन यः उक्तः, चैत्र इति पदस्य पदार्थः विदुषः, विदुष विद्वस् वस्तुतः विद्वस् इति प्रातिपदिकम्। विद्वस् इति प्रातिपदिकस्य यः पदार्थः तयोः पदार्थयोः मध्ये अभेदः बोधयति। तावदेव वक्तव्यं। चैत्राय इत्यत्र अन्ते यः प्रत्ययः अस्ति सः एव अर्थः बोधयति इति न वक्तव्यं, तादृशं भवती उक्तवती। अस्तु, तर्हि पुनः अत्र महतः वृक्षात् इत्यत्र केन प्रत्ययेन अभेदः बोधः उक्तः? वृक्षात् अभेदः इति महत् इति पदस्य पञ्चमी अर्थेन उक्तः, पञ्चमी विभक्ति अर्थेन इति उक्तं वा? पञ्चमी विभक्ति अर्थेन उक्तः इति वाक्यस्य अर्थबोधः एव मयि न जायते। वृक्षः अस्ति वाक्यं, महतः इत्यत्र महत् प्रत्ययस्य अन्ते विद्यमानप्रत्ययेन कः प्रत्ययः? ङस् प्रत्ययेन अभेदः अर्थः उक्तः। ङस् प्रत्ययस्य अर्थः अभेदः, तयोः मध्ये अभेदः? महत् अपि च वृक्षः, अनयोः मध्ये महत् पदेन वृक्ष इति पदेन उक्तः यः पदार्थः अपि च महत् इति प्रातिपदिकेन उक्तः पदार्थः तयोः मध्ये अभेदः, तावदेव वक्तव्यम्। अस्तु, अग्रे भगिनि। एवं च तत् पठितं खलु। एवञ्च विदुषे चैत्राय इत्यत्र विशेष अग्रिमपुटे तथा च इति उपरि अस्ति खलु, एवञ्च नीलं घटम्। चित्रं न दृश्यते किम्? एवञ्च नीलं घटम् आनयति चैत्राः इत्यत्र नीलपदं घटाश्रयः. इदानीं कथं वक्तव्यं महोदय? अं नीलाश्रयः भेदः. अं नीलपदं नीलाश्रयः. नीलपदम् इत्यस्य अर्थः इति नीलम् इति पदं, नील इति पदं, तत्र अधः यत्किमस्ति तद् पदार्थः, पदस्य अर्थः. नीलपदं पदस्य अर्थः नीलाश्रयः इति. तत्र भवती एवं करोतु भगिनी, अत्र चित्रं त्यजतु इदानीं. नीलं घटम् आनयति चैत्रः इति वाक्यं परिशीलयतु इदानीम्. अत्र कति पदानि सन्ति? एकनिमिषं. नीलं नीलं घटम् आनयति चैत्रः. तत्रैव अस्ति खलु वाक्यं? वाक्यं दृश्यते खलु? न दृश्यते. नीलं घटमानयति चैत्रः इति अस्ति खलु महोदय? नीलं महोदय, विच् पेज् आर् यू स्टडीङ्ग्? 309. 309. अत्र कति पदानि सन्ति इति वक्तव्यं वा महोदय? नीलयोगः अं, पुनः घटायोगः अं, चत्वारि पदानि. आनयायोगः ति, तदनन्तरं चैत्र इति. उत्तमं. 2, 2, 4, 7. सप्तपदानि सन्ति खलु? सप्तपदानि सन्ति. तर्हि नील इति पदस्य अर्थः कः? नील आश्रयः इति नीलपदस्य अर्थः. उत्तमम्. अम् इति प्रत्ययस्य अर्थः कः? अभेदः इति अर्थः. उत्तमम्. घट इति पदस्य अर्थः कः? घटपदार्थः. उत्तमम्. अम् इति प्रत्ययस्य अर्थः कः? कर्मत्वम्, एकत्वम्. उत्तमम्. आनय इति पदस्य अर्थः कः? धातु अर्थः. आनय क्रिया. आनयनक्रिया. आनयनक्रिया खलु? तदेव अत्र लिखितमस्ति, आनयनक्रिया. ति इति प्रत्ययस्य अर्थः कः? कृति, आख्यातं बोधयति. कृति, कृति इत्युक्ते किं? कृतिः इत्युक्ते किं? गुणः, आत्मनि विद्यमानगुणः. उत्तमम्. अत्र कृतिः कुत्र वर्तते? चैत्रे. उत्तमम्. इति स्वचिन्तनं कुर्मश्चेत् इदानीं भवती एव उक्तवती खलु, अत्र चित्रे किं किञ्चित् दत्तमस्ति तत्सर्वं भवती उक्तवती. अस्तु, चैत्र इति पदेन कः उक्तः? कर्ता उक्तः. कर्ता इति तर्जतु, चैत्र इति पदार्थः उक्तः. पदार्थः खलु? सत्यं. तर्हि तत्र सु इति प्रत्ययः अस्ति, पुसु प्रत्ययस्य एकत्वम्. उत्तमम्. अस्तु, धन्यवादः भगिनि, अग्रे गच्छेम. अस्तु, साई महोदय पठितुमिच्छति किम्? आं महोदय, अस्तु अग्रे पठतु महोदय. तथा च नीलाश्रयाभिन्नः यः घटः तन्निष्टं यत् कर्मत्वं तन्निरूपकः यः धात्वार्थः तदनुकूला या कृतिः तदाश्रयः चैत्रः इति बोधः. अस्तु, इदानीं यद् उक्तं यदुक्तं खलु, अत्र नूतनं किमपि नास्ति. अस्तु, अग्रे पठतु महोदय. विग्रहान् कृत्वा, महोदय तस्य पूर्वम् एक प्रश्नः अस्ति महोदय, पृच्छामि वा? अभेदः इति नीलम् इति इत्युक्ते अम्पदं नीलपदं मध्ये अभेदः वा? नास्ति. अम्पदं प्रथमं नील इति पदं, तदनन्तरम् अम् इति प्रत्ययः. नील इति नैयायिकानां मतानुसारम् अम् अपि पदम्. तर्हि अम् इति पदेन स्वस्य अभेदः वक्तुं शक्यते किम्? न. द्वयोः पदयोः मध्ये अभेदः उक्तः खलु, अम् इति पदेन. ते पदे के ओ नील इति अपि कठ अपि उत्तमम् नील इति पदेन यः पदार्थः उक्तः नीलाश्रयः नीलाश्रयः सः एव पद तदेव सः एव पदार्थः घट इति पदेनापि उक्तः इति बोधयति नील इति पदस्य अन्ते विद्यमान अम् इति पदम् अनन्तरम् अन्ते इति नास्ति अनन्तरम् विद्यमानपदम् अम् इति पदं तर्हि अम् इति पदेन नील अपि च घट अनयोः मध्योः अनयोः पदयोः मध्ये अभेदः उक्तः कथम् अभेदः साधितः इति चेत् घट इति पदेन यः पदार्थः उक्तः सः एव पदार्थः नील इति पदेनापि उक्तः इति कृत्वा बुध्यते खलु बुध्यते महोदय आम् अस्तु समीचीनम् इदानीम् अग्रे पठतु विग्रहवान् विग्रहान् विग्रहान् कृत्वा एवंविध बोधनिरूपणं कृतम् अत्र च विग्रहान् कृत्वा इत्युक्ते चित्रं वा न नीलाश्रयः नीलाश्रय अभिन्नः यः घटः तन्निष्टं यत्कर्मत्वं तन्निरूपकः यः धात्वर्थः तदनुकूला या कृतिः तदाश्रयः चैत्रः इति विग्रहान् कृत्वा एवंविधबोधनिरूपणं कृतम् विग्रहवाक्यं वदेम खलु समासे तादृशरीत्या अत्र उक्तम् यथा पीताम्बरः इति चेत् पीतम् अम्बरं यस्य सः इति वदेम खलु विग्रहं कृत्वा एवम् अत्रापि विग्रहान् कृत्वा एवंविधबोधनिरूपणं कृतम् अस्तु अग्रे अत्र च नीलाभिन्न एकत्वविशिष्ट घटनिष्ठकर्मतानिरूपक आनयनानुकूलवर्तमानकालिककृतिमान् एकत्वविशिष्टः चैत्रः इति अखण्डातबोधः सम्प्रदायसिद्धः अपि अधिगन्तव्यः परन्तु पूर्वोक्तः न अस्य वाक्यस्य अर्थः कः सम्प्रदाये कथम् अस्य वाक्यस्य अर्थः वदन्ति नैयायिकाः नीलं घटम् आनयति चैत्रः इति सामान्यवाक्यं तस्य अर्थः नैयायिकाः तेषां सम्प्रदाये कथं वदन्ति नीलाभिन्न एकत्वविशिष्टघटनिष्ठ हा तत्र अवबुध्यते खलु नील अभिन्न तत्र अभिन्न इति कथम् अवगतम् घटसमान इति नील अनन्तरम् अम् इत्यनेन किं नील अनन्तरम् अम् इति प्रत्ययः उत्तमं नील इति प्रातिपदिकस्य अनन्तरम् अम् इति प्रत्ययः अस्ति खलु तस्य प्रत्ययस्य एव अभेदः इति अर्थः उक्तः खलु इति कृत्वा नील अभिन्न इति पदं प्रयुक्तम् अभेदः इत्युक्ते किम् अभेदः अभेदः इत्युक्ते अभिन्नत्वं खलु सत्यम् अतः नील तदनन्तरम् अम् इत्यत्र स्थाने अभिन्न इति पदं प्रयुक्तं तदनन्तरम् एकत्वविशिष्ट घटनिष्ठ एकत्वविशिष्टघटनिष्ठकर्मता एतत् सर्वं केन पदेन कस्य पदस्य अर्थः एतत् एकत्वविशिष्टघटनिष्ठकर्मता घटे विद्यमानकर्मत्वं न न घटे विद्यमानधर्मः प्रश्नं श्रुत्वा उत्तरं वदतु. एकत्वविशिष्ट यथा नील अभिन्न इत्यत्र अभिन्न इति इति अर्थः अं पदेन बुद्धः भवति तथा एकत्वविशिष्टघटनिष्ठकर्मता इति अर्थः केन पदेन स्वीक्रियते? अम्पदं महोदय पुनः तत्र अम्पदद्वयमस्ति घटपदानन्तरं यत् अम्पदम् अस्ति. उत्तमं, बहु उत्तमं महोदय. घटपदस्य अनन्तरं विद्यमान अम्प्रत्ययस्य अर्थः एतत् सर्वम् अम्प्रत्ययेन एकत्वम् उच्यते. तद् एकत्वं कुत्र अस्ति? घटे अस्ति. केवलम् एकत्वं न उच्यते किन्तु कर्मत्वम् अस्ति. स च कर्मत्वं कुत्र अस्ति? पुनः घटे अस्ति खलु. तर्हि कर्मत्वे विद्यमान आधेयता अम्प्रत्ययेन उक्ता इति कृत्वा एकत्वविशिष्टधर्मनिष्ठकर्मता तत्र केवलम् अम् घटस्य अनन्तरं विद्यमान अम् इति पदस्य अर्थः एतत् सर्वम् एकत्वविशिष्टघटनिष्ठकर्मता. अस्तु अग्रे निरूपक. निरूपक आनयनानुकूल वर्तमानकालिक कृतिमान्. एकनिमिषं, तत्र निरूपक इति अपि योजनीयम्. एकत्वविशिष्टघटनिष्ठकर्मतानिरूपक इत्युक्ते घटस्य अनन्तरं विद्यमान अम् इति प्रत्ययेन के के अर्थाः उक्ताः? अत्र पश्यन्तु, नील अभिन्न एकत्वविशिष्टधर्मनिष्ठकर्ण घटनिष्ठकर्मतानिरूपक इति अस्ति खलु. तत्र नील इति पदेन नील आश्रयः उक्तः. तस्मात् उपरि विद्यमान अम् इति प्रत्ययेन अभेदः उक्तः. तदनन्तरं घट इति पदेन घटपदार्थः उक्तः. तस्मादनन्तरं विद्यमान अम् प्रत्ययस्य अर्थाः के इति चेत् एकत्वं, स च एकत्वं कुत्र अस्ति? घटे. तदनन्तरं कर्मता अथवा कर्मत्वं, सत्कर्मत्वं कुत्र अस्ति? घटे. तदनन्तरं तावदेव तावानेव अर्थः इति नास्ति. तत्र निरूपकत्वम् अपि अर्थः. अम् इति प्रत्ययस्य एव निरूपकत्वम् अर्थः. अम् इति प्रत्ययेन किं निरूप्यते इदानीं वदतु अग्रे. कृतिमान्, कृतिमान् न निरूपक अनन्तरं किं लिखितमस्ति? निरूपक आनयनानुकूल वर्तमान. एकनिमिषम्, आनयन तत्र स्थगयतु. आनयन, तर्हि अम् इति प्रत्ययः कस्य निरूपकः भवति? आनयनक्रियायाः निरूपकः भवति. आनयनक्रियां कथं निरूपयति? कर्मत्वेन निरूपयति. अस्तु, कर्मत्वं घटे अस्ति. हा खलु, कर्मत्वेन निरूपयति. अम् इति प्रत्ययः एकत्वं निरूपयति, तत्र घटनिष्ठकर्मतां निरूपयति. अत्र एकत्वं समवायसम्बन्धेन घटे अस्ति इति अपि निरूपयति. तत्र कर्मता आदेयः अस्ति घटे इति अपि निरूपयति. तदनन्तरम् आनयनक्रियामपि निरूपयति. तर्हि अम् इति प्रत्ययस्य एते सर्वे अर्थाः सन्ति. अस्तु, तदनन्तरम् आनयन, तदनन्तरं पठतु. अनुकूल, अनुकूल वर्तमानकालिक कृतिमान्. हा, तर्हि आनयन इति पदम्, आनय इत्यत्र आनय इति अस्ति खलु. तस्य अर्थः कः? वर्तमानकाल अनुकूलिक. न महोदय, अत्र सावधानया चिन्तयित्वा वक्तव्यम्. इदानीं नीलं घटम् आनयति चैत्रः इति वाक्ये कति पदानि सन्ति? पुनः एकवारं वदतु. सत्यभामा भगिन्या उक्तं नील इति पदम् अम् इति पदं घटम् इति पदम् अम् इति पदम् घट इति पदं घटम् घट इति पदम् अम् इति पदम् आनय इति एकं पदम् अपि च प्रत्ययः इत्युक्ते आख्यातं महोदय ति इति पदम् ति इति पदम् तदनन्तरं चैत्रः इति पदं चैत्र इति पदं चैत्र इति पदम् तर्हि येषु पदेषु अत्र कानि पदानि प्रकृतिपदानि सन्ति सप्तपदानि सन्ति खलु येषु कति पदानि प्रकृतिपदानि नीलघट आनय त्रीणि चैत्र चैत्र अपि खलु चैत्र अपि चत्वारि चत्वारि पदानि प्रकृति अस्तु येषु चतुर्षु पदेषु कति पदानि नामप्रकृतयः कति पदानि धातुप्रकृतयः त्रीणि नामपदानि एकं धातु तानि कानि इति वदतु नील घट चैत्र इति उत्तमं नामप्र उत्तमम् आनय इति धातुप्रकृतिः खलु आम् तर्हि धातुप्रकृत्या क्रिया उक्तः भोक्ता भवति सप्तपदार्थेषु केवलम् अत्र पुनस्मारणार्थं सप्तपदार्थाः के द्रव्यगुणकर्म सामान्यविशेषसमवाय सामान्यविशेषसमवाय अभावः द्रव्यगुणकर्मसामान्य सामान्य इत्युक्ते जातिः सामान्यविशेषसमवाय अभावाः सप्तपदार्थाः खलु आम् तेषु सप्तपदार्थेषु धातुप्रकृत्या कः पदार्थः उक्तः भवति कर्म उत्तमं कर्म तर्हि नामप्रकृत्या अन्ये पदार्थाः षट् पदार्थाः उक्ताः भवन्ति खलु आम् उत्तमं तर्हि अत्र पश्यतु नीलं घटम् आनयति चैत्रः इत्यत्र सप्तपदानि सन्ति तेषु चत्वारि पदानि प्रकृतिपदानि सन्ति तेषु त्रीणि पदानि नामप्रकृतयः एकं पदं धातुप्रकृतिः तत्र नील इति पदेन नीलाश्रयः उक्तः घट इति पदेन घटपदार्थः उक्तः आनय इति पदेन आनयक्रिया उक्तः तदनन्तरं चैत्र इति पदेन चैत्रः इति द्रव्यमुक्तं खलु आमहोदय अस्तु इति मनसि संस्थापयतु तदनन्तरम् इदानीं पुनः पश्येम नील अभिन्न अत्र अभिन्न इति केन पदेन उक्तमिति चेत् नीलस्य उपरि अनन्तरं विद्यमान अम् इति प्रत्ययेन उक्तः सः एव अर्थः अभिन्न इति तदनन्तरं घट इति पदेन घटपदार्थः उक्तः घटपदस्य अनन्तरं विद्यमान अम् प्रत्ययेन एकत्वं तत्र एकत्वं घटे अस्ति समवायसम्बन्धेन इति अपि उक्तं तत्र घटे कर्मत्वमस्ति तस्यां तस्मिन् कर्मत्वे आधेयता अपि अस्ति तत्र निरूपकत्वं क्रियां निरूपयति खलु कर्मत्वेन क्रियां निरूपयति घटम् इति कृत्वा तर्हि एकत्वं कर्मत्वं निरूपकत्वम् इति एतत् सर्वम् अम् प्रत्ययस्य अर्थः घटस्य अनन्तरं विद्यमान अम् प्रत्ययस्य अर्थः तावत् प्राप्तं तदनन्तरं निरूपक आनयन इति अस्ति खलु महोदय आं महोदय निरूपक आनयन आनयन आनय आनय इति पदेन इति पदेन धातुप्रकृत्या आनयनक्रिया उक्ता तदनन्तरं पठतु अग्रे पठतु आनयन अनुकूलवर्तमानकालिककृतिमान् हा तर्हि तत्र अनुकूल इति कस्य पदस्य अर्थः अनुकूल इति इति उत्तमं प्रत्ययः ति इति प्रत्ययेन अत्र आख्यातप्रत्ययः अस्ति खलु ति तेन प्रत्ययेन एव अनुकूलत्वम् अत्र आगच्छति आनयन इत्यत्र अनुकूलत्वं नास्ति ति इति प्रत्ययस्य अर्थः अनुकूलत्वम् एवं वर्तमानकालिक कृतिमान् इति कस्य पदस्य अर्थः वर्तमानकालिक अपि आख्यातस्य एव हा ति इति पदस्य अर्थः खलु आं महोदय हा तदनन्तरं कृति इति अस्ति कृति इति कस्य पदस्य अर्थः कृतिचैत्रे विद्यते किन्तु कृति अपि ति इति प्रत्ययेन सत्यं सत्यम् इति स्पष्टतया अवगन्तव्यम् इति कृत्वा एतादृशप्रश्नान् मया क्रियते प्रश्नाः मया क्रियते तर्हि अनुकूलता अपि च वर्तमानकालिकत्वं तत्र कृतिः इति एतत् सर्वं ति इति आख्यातेन बुध्यते तदनन्तरं कृति इति अनन्तरं तत्र कृति मान् इति मतुप्रत्ययः अस्ति खलु तत्र मतुप्रत्ययेन इदानीं चैत्रे अन्वयः कृतः तादृशकृतिः कुत्र वर्तते चैत्रे उत्तमं तत्र कृतिः कृतिमान् चैत्रे अन्यदपि धर्मः वर्तते तत् किम् अग्रे पठतु कृतिमान् एकत्वविशिष्टः चैत्र हा तर्हि तादृशकृतिः यस्मिन् वर्तते चैत्रे तस्मिन् एकत्वमपि अस्ति स च एकत्वं केन पदेन उक्तम् उत्तमं सु इति एकवचनप्रत्ययेन उक्तम् इति अखण्डार्थबोधः सम्प्रदायसिद्धः अपि अधिगन्तव्यः अपि शब्दः किमर्थं प्रयुक्तमिति चेत् तथा च नीलाश्रय अभिन्नः यागटः तन्निष्ठम् इति एव न अवगन्तव्यं तत्र एतादृशमपि अवगन्तव्यं परन्तु अग्रे पठतु महोदय तत्र अखण्डार्थबोधः इति किमर्थं लिखितं महोदय अन्ततो गत्वा कस्य बोधः जायते नीलं घटम् आनयति चैत्रः इति वाक्येन कस्य बोधः जायते नैयायिकानां मतानुसारम् बोधः इत्युक्ते चैत्रस्य वा उत्तमं सः एव मुख्यविशेष्यः खलु हा आं महोदय इति कृत्वा चैत्रस्य बोधः जायते कीदृशचैत्रः एकत्वविशिष्टचैत्रः पुनः कीदृशचैत्रः कृतिमान् चैत्रः स च कृतिः कस्मिन् काले जायते वर्तमानकालिककृतिमान् चैत्रः वर्तमानकालिककृतिमान् एकत्वविशिष्टः चैत्रः तत्र वर्तमानकाले कृतिः अस्ति चेत् तया कृत्या किं जायते इति चेत् आनयन अनुकूलवर्तमानकालिककृतिमान् एकत्वविशिष्टः चैत्रः किम् आनयनार्थम् इति चेत् अत्र घटनिष्ठकर्मतानिरूपक आनयन अनुकूलवर्तमानकालिककृतिमान् एकत्वविशिष्टः चैत्रः कति घटम् आनयति एकत्वविशिष्टघटनिष्ठकर्मतानिरूपक आनयन अनुकूलवर्तमानकालिककृतिमान् एकत्वविशिष्टः चैत्रः इति अखण्डार्थबोधः अखण्डार्थबोधः इत्युक्ते अनेन वाक्येन एकमेव अर्थः बुध्यते, सः कः इति चेत् चैत्रः बुध्यते, चैत्रः अवगम्यते, नीलं घटम् आनयति चैत्रः इति वाक्यं श्रुत्वा नैयायिकाः कः शब्दबोधः जायते, कस्य शब्दबोधः जायते इति चेत् चैत्रस्य शब्दबोधः जायते इति वदति। तर्हि केवलं चैत्रः इति एव शब्दबोधः शाब्दबोधः जायते वा इति चेत् चैत्रे विशिष्टाः धर्माः सन्ति, तादृशधर्मविशिष्ट अनेकधर्मविशिष्टचैत्रस्य बोधः शाब्दबोधः जायते अनेन वाक्येन। किन्तु एकार्थबोधकत्वम् अत्र अखण्डार्थबोधकम् अखण्ड इत्युक्ते अत्र भिन्नभिन्न भिन्नानाम् अर्थबोधः न जायते अनेन वाक्येन, केवलम् एकस्य इत्युक्ते एकत्वं कृत्रिमत्वं वर्तमानकालिककृत्रिमत्वम् आनयन अनुकूलवर्तमानकालिककृत्रिमत्वम् एकत्वं च एकत्वविशिष्ट घटनिष्ठकर्मतानिरूपक आनयनकुल इति सर्वम् अन्ततो गत्वा चैत्रे अवसादति इति कृत्वा अत्र अखण्डार्थबोधः, यथा अस्माकं महावाक्ये तत्त्वमसि इत्यत्र अखण्डार्थबोधः इति भवति खलु, तदेव अखण्डार्थ बोधकवृत्ति इति, अखण्डार्थवृत्ति इति कथ्य वदेम खलु, अखण्डार्थवृत्तिः तदेव अत्र प्रयुक्तमस्ति। अखण्डार्थबोधः इत्युक्ते अन्ततो गत्वा सः उक्तः अनेन वाक्येन, बहु किमपि उक्तं वा, घटमपि उक्तं वा, आनयन क्रियामपि उक्तं वा, चैत्रः अपि उक्तः वा इति चेत् न। नैयायिकाः किं वदन्ति, केवलं चैत्रः एव उक्तः, किन्तु सामान्यचैत्रः न उक्तः, विशिष्टचैत्रः उक्तः। कीदृशविशिष्टचैत्रः? एकत्वविशिष्टचैत्रः, कृतिमान् चैत्रः, कीदृश तत्र वर्तमानकालिककृतिमान् चैत्रः, आनयन अनुकूलवर्तमानकालिककृतिमान् चैत्रः इति विशेषणादि योजयित्वा अन्ततो गत्वा अखण्डार्थः एकमेव अर्थः, अखण्डार्थः ते सखण्डः, अखण्डः सखण्डः, खण्डः इत्युक्ते भिन्नभिन्नः इति अर्थः, अखण्डः इत्युक्ते अभिन्न अर्थः। एते धर्माः सर्वे एकस्मिन् चैत्रे वर्तते इति अवबुध्यते। सर्वाणि वस्तूनि डिस्क्रिप्शन् दीयते इति, सर्वे धर्माः सर्वान् धर्मान् एकत्र चैत्रे विद्यते इति अर्थः। तर्हि नीलं घटम् आनयति चैत्रः इति वाक्यं श्रुत्वा भवान् किम् अवगच्छति अन्ततो गत्वा इति चेत् चैत्रमेव अवगच्छामि, केवलं चैत्रम् अवगच्छामि, किन्तु सामान्यचैत्रं न अवगच्छामि, किन्तु विशिष्टचैत्रम् अवगच्छामि। तत्र भिन्नभिन्नविशेषणानि दत्तानि सन्ति, एकत्वविशिष्ट महोदय एकत्वविशिष्ट द्वे ऐ मीन् एकत्वविशिष्ट घटन् घटनिष्ठकर्मता तत्सर्वे एकत्वविशिष्ट विशिष्टः चैत्रः इति द्वे समये निरूपितं कथम् अत्र नीलं घटम् आनयति चैत्रः इत्यत्र कति चैत्राः सन्ति? एक एव। हा एवं चैत्रः कति घटान् आनयति? ओ तत् कारणात्, अस्तु महोदय, अस्तु महोदय, अस्तु महोदय, एकमेव घटम् आनयति खलु, बहु बहुत्र बहु सम्यक् अर्थं जायते, पूर्वे इति सम्यक् न जानामि, इदानीं बहु सम्यक् अर्थम् आगच्छति। हा तर्हि वाक्यम् एवमपि भवितुमर्हति, नीलान् घटान् आनयति चैत्रः, नीलान् घटान् आनयति चैत्रः इति अपि वाक्यं भवितुमर्हति. तर्हि तत्र घटे घटस्य अनन्तरं विद्यमानप्रत्ययेन द्वितीयान्तप्रत्ययेन सुवोजस् अमौट् षस् इति प्रत्ययस्य अर्थः कः इति चेत् बहुत्वम्. नीलौ घटौ आनयति चैत्रः इति चेत् तत्र द्वित्वम्. चैत्रे एकत्वमस्ति, घटे द्वित्वमस्ति. अस्तु, बहु समीचीनम्. परन्तु पूर्वोक्तः संसर्गाणां तेन रूपेण निरूपणप्रकारः एव श्रेयान् इति उक्तम्. इत्युक्ते अत्र वाक्यद्वयमस्ति, नीलाश्रय अभिन्नः यः घटः, तन्निष्टं यत् कर्मत्वं, तन्निरूपकः यः धात्वर्थः, तदनुकूलता या कृतिः, तदाश्रयः चैत्रः इति वदामश्चेत् तदेव श्रेयान् इति एषः ग्रन्थकारः वदति. किमर्थमिति चेत् तत्र निरूपनिरूपकभाव्यः भावः अपि बुध्यते खलु. एकत्वविशिष्टघटनिष्ठकर्मता निरूपक आनयनकुलवर्तमान अनुकूलवर्तमानकालिककृतिमान् एकत्वविशिष्टः चैत्रः इति अनुक्त्वा नीलाश्रयः अभिन्नः यः घटः, तन्निष्ठं तन् घटनिष्ठं तं घटनिष्ठं यत्कर्मत्वं, तन्निरूपकः यः धात्वर्थः, तदनुकूलता या कृतिः, तदाश्रयः चैत्रः इति वदामश्चेत् इतोपि स्पष्टतया बोधः जायते इति कृत्वा तदेव श्रेयान् उभयोः मध्ये. उभयता अपि वक्तुं शक्यते. सम्प्रदाये नैयायिकाः अत्र एकत्वविशिष्टघटनिष्ठकर्मता इति तादृशमेव ते वदन्ति, किन्तु तस्य अपेक्षया नीलाश्रयः नीलाश्रयाभिन्नः यः घटः, तन्निष्ठं यत् कर्मत्वम् इति वदामश्चेत् तदेव श्रेयान् इति एषः ग्रन्थकारः वदति. अस्तु, अवबुध्यते खलु स्वामी महोदय? आं महोदय, उत्तमं, धन्यवादः. अस्तु, लक्ष्मीभगिनी अग्रे पठति किम्? एवमेव आं महोदय. एवमेव हरितेन दण्डेन घटं करोति इत्यत्र हरिताभिन्नदण्डनिष्ठकरणता निरूपक घटनिष्ठकर्मता निरूपक व्यापारानुकूल कृतिवान्. अस्तु, अत्र हरितेन दण्डेन घटं करोति इति वाक्यमस्ति. अत्र भिन्नरूपेण नैयायिकशैल्या वदामः चेत् तत्र हरितः इति हरितः दण्डः स हरि दण्ड अत्र दण्ड हरिताश्रयः दण्डः अस्ति एन इति प्रत्ययः. क्षम्यतां भगिनि, अत्र किं करोतु, तथा च नीलाश्रयः नीलाश्रयाभिन्नः यः घटः इति वाक्यम् अस्ति खलु पूर्वम्, तादृशम् एतद्वाक्यं पुनः वदति वा? हरितेन दण्डेन घटं करोति इति वाक्यं हरिताश्रय अस्तु, स हरिताश्रय अभिन्नः यः दण्डः यः दण्डः तन्निष्ठं यत् करणत्वं तन्निरूपकः यः धात्वा अर्थः तद् अनुकूला या कृतिः. अस्तु, अत्र अत्र कर्मत्वमपि अस्ति, कर्मत्वं करणत्वम् अस्ति, कर्मत्वमपि अस्ति, घटे कर्मत्वम् अस्ति. अतः प्रथमं घटिताश्रय अभिन्नः यः दण्डः तन्निष्ठं यत् करणत्वम्, अनन्तरं पुनः तन्निरूपकः यः धात्वार्थः घटः न प्रथमं कर्मत्वमपि वक्तव्यं. सो अत्र कर्मत्वस्य कृते यः घटः तन्निष्ठकरणत्वम् अनन्तरं घटनिष्ठकर्मत्वं यः धात्वा अर्थः तदनुकूला या कृतिः तन्निरूपकः इति पदं त्यक्तं भवत्या, तदपि योजनीयं खलु? अस्तु, पुनः वदामि, हरिताश्रयः अभिन्नः यः दण्डः तन्निष्टं यत् करणत्वं तन्निरूपकः यः यः यः कर्मनिष्ठ न इति नास्ति न निरूपेते खलु कर्मकरणत्वं किं निरूपयति धात्वर्थमेव निरूपयति आम् अतः धात्वर्थम् एव निरूपयति आम् अतः हरिताश्रया भिन्नः यः दण्डः तन्निष्ठं यत् करणत्वं तन्निरूपकः यः धात्वर्थः तदनन्तरं तदनुकूला या कृतिः या कृतिः तस्मात् पूर्वम् इदानीं घटमपि योजयतु आम् अस्तु तद् निरूपक यः धात्वार्थः घटनिष्ठकरणत्वं घटनिष्ठकर्मत्वं घटनिष्ठ यत् कर्मत्वं तन्निरूपकः तन्निरूपकः यः धात्वार्थः धात्वर्थः तदनुकूला या कृतिः तदाश्रयः अत्र कः चैत्रः इति एव स्वीकरोतु चैत्रः वाक्येन उक्तं चैत्राश्रयः चैत्रः इति भवति इति भवति इति तन्निरूपकः यः धात्वर्थः इति द्विवारं वाक्ये योजयितुं शक्यते अथवा अथवा हरिताश्रयाभिन्नः यः दण्डः तन्निष्ठं यत् करणत्वम् इति संस्थाप्य तदनन्तरं घटनिष्ठ यत् कर्मत्वं तौ न च तौ निरूपकौ तन्निरूपकौ न तन्निरूपकः सत्यं तत्र तत्र तन्निरूपकः इति भवति किमर्थमिति चेत् समासं क्रियते चेत् तत् इति एकवचने एव भवति अतः तन्निरूपकः यः दात्वर्थः इति एव वक्तव्यम् हरिताश्रयाभिन्नः यः दण्डः तन्निष्ठं यत् करणत्वं कमा तदनन्तरं घटनिष्ठं घटनिष्ठ यत् कर्मत्वं तन्निरूपकः यद् धात्वर्थः तदनुकूलता या कृतिः तदाश्रयः चैत्रः इति बोधः इति वक्तुं शक्यते. तर्हि अत्र इतोपि एकत्वविशिष्टघटनिष्ठकर्मतानिरूपक इति अस्ति खलु तद्वाक्यं तादृशवाक्यं सम्प्रदायप्रसिद्धवाक्यम् एतद्वाक्यं स्वीकृत्य रचयतु. अस्तु अस्तु अहं प्रयत्नं करोमि. एकत्वविशिष्ट अस्तु अस्तु अत्र एकत्वविशिष्ट हरितदण्ड हरितदण्डनिष्ठकरणत्व करणतानिरूपक करणतानिरूपक भिन्न इति अस्ति खलु भगिनि ततः तादृशम् आरभ्यते. ओ पुनः ओ ओ नीला भिन्न अत्र अत्र च नीला भिन्न एकत्वनिशिष्ट अस्तु अत्र सो हरिता अभिन्न एकत्वविशिष्ट हरिता भिन्न हरिता अभिन्न एकत्वविशिष्ट एकत्वविशिष्टदण्डनिष्ठकरणता करणतानिरूपक निरूपक करणतानिरूपित करणतानिरूपित घटनिष्ठ कर्मता कर्मता निरूपित पुनः एकत्वविशिष्ट ओ पुनः आमां पुनः एकत्वविशिष्ट एकत्वविशिष्ट ओ पुनः आरम्भं करोमि. हरिताभिन्न एकत्वविशिष्ट दण्डनिष्ठ करणतानिरूपित घट पुनः एकत्वविशिष्ट एकत्वविशिष्ट घटनिष्ठ कर्मतानिरूपक इदानीं निरूपक इति वदतु. आम्, कर्मतानिरूपक कर्मतानिरूपक कृति और कृति अनुकूल करोति करोति इति अस्ति तु तत् कथं तत् कथं कृधातोः कृतिं योजयतु किं लभ्यते लुट् प्रत्ययं योजयित्वा आनयनम् इति भवति खलु एवं कृधातोः लुट् प्रत्ययं योजयित्वा करणं भवति खलु पुनः करणं करणं करणानुकूल करणानुकूल आम् निरूपक करणानुकूल वर्तमानकालिक वर्तमानकालिककृतिमान् एकत्र विशिष्टः चैत्रः. उत्तमं, बहु उत्तमम् इति अस्ति. उत्तमं भगिनि, एकत्र विशिष्टचैत्रः इति अखण्डार्थबोधः सम्प्रदायसिद्धः अपि अवगन्तुं शक्यते. बहु उत्तमम्. अस्तु, अग्रिम उदाहरणं. धन्यवादः भगिनि. अग्रिम उदाहरणं मेहुल् महोदय करोति किम्? एवं वाक्यद्वयं भवता वक्तव्यं. विदुषे चैत्राय गां ददाति. आं महोदय, अस्तु. विदुषे चैत्राय गां ददाति. अस्तु, अत्र इत्यत्र विद्वद्भिन्न चैत्रनिष्ठसम्प्रदानत्वनिरूपक गोनिष्ठकर्मत्वनिरूपक निरूपकदानानुकूलकृतिमान्. अस्तु, अत्र विदुषे चैत्राय गां ददाति इति वाक्यमस्ति. तर्हि प्रथमतया निराशभिन्नः यः घटः तादृशं वक्तव्यं वा? सत्यं. अस्तु, विद्वद् अभिन्न यः अभिन्नः यः विद्वद् आश्रय इति पदः पदं श्रोतव्यं. हा, सत्यं. विद्वदाश्रय भिन्नः यः विद्वदाश्रय अभिन्नः. हा, सत्यं. हा, विद्वदाश्रयाभिन्नः यः चैत्रः तन्निष्ठं यत् सम्प्रदानत्वम् उत्तमं तन्निरूपक यः तन्निरूपकः यः यः तन्निरूपितः यः दार्त्वर्थः गो इति खलु गो तन्निष्ठं यत् कर्मत्वं तन्निरूपकः यः धात्वार्थः तदनुकूला या कृतिः तदाश्रयः चैत्रः. उत्तमम्, बहु उत्तमम्. अस्तु, अग्रे द्वितीयविधया सम्प्रदान. अत्र एकनिष्ठ न वक्तुं अत्र न उच्यन्ते. यथा वाक्यम् अत्र उपरि लिखितमस्ति तथैव अत्र वदेम. इदानीं वदति एकत्वमिति योजयित्वा वदति इदानीं. हा, वदतु महोदय. अधुना तदेव वाक्यं एकत्वम् इति सर्वं योजयित्वा खलु. हा, अत्र विग्रहान् कृत्वा तदेव तस्यैव विग्रहं कृत्वा विद्वद् अभिन्न विद्वद् अभिन्न एकत्वविशिष्ट चैत्रनिष्ठ सम्प्रदानत्वं निरूपक गो निष्ठ सम्प्रदानतानिरूपित इति. हा, सम्प्रदानतानिरूपित गोनिष्ठ कर्मतानिरूपक एकनिमिषः, गो इत्यत्रापि एकत्वं योजनीयं खलु. हा, सत्यं सत्यं. हा, अस्तु, सम्प्रदानत्वनिरूपक गोनिष्ठ एकत्वविशिष्ट गोनिष्ठ एकत्वविशिष्ट एकत्वविशिष्ट गोनिष्ठ एकत्वविशिष्ट गोनिष्ठ कर्मत्वनिरूपक दानानुकूल कृतिमान् वर्तमानकालिककृतिमान् वर्तमानकालिककृतिमान् चैत्रः इति न न एकत्वविशिष्टचैत्रः पुनः पुनः एकः एकत्वविशिष्टचैत्रः बुध्यते खलु सर्वं पुनः एकवारं वदति वा अस्तु कुत्र अस्ति एकत्वविश अस्तु क्षम्यतां विद्वदभिन्न एकत्वविशिष्ट चैत्रनिष्ठ सम्प्रधानतानिरूपित एकत्वविशिष्ट गोनिष्ठ कर्मतानिरूपक दानानुकूल एकत्वविशिष्टचैत्रः दानानुकूलवर्तमानकालिककृतिमान् दानानुकूलवर्तमानकालिककृतिमान् एकत्वविशिष्टचैत्रः अत्र चैत्रः प्रायः तत्र चैत्रः इति इदानीं सम्प्रदायः अस्ति इति कृत्वा मैत्रः इति स्वीकुर्मः केवलं नो चेत् चैत्रः स्वमेव ददाति स्वस्मै ददाति इति भवति अतः एकत्वविशिष्टचैत्रः उत्तमं बहु समीचीनं महोदय अस्तु तर्हि इदानीं महतः वृक्षात् फलति फलं स्वामी महोदय भवान् प्रयत्नं करोति किं वाक्यम् उभयता रचनीयम् स्वामी महोदय आं महोदय हरिः ओं श्रूयते किं श्रूयते महोदय भवतः श्रूयते वा मम महोदय न श्रूयते महोदय न श्रूयते न श्रूयते वा बहु मन्दम् अतिमन्दं श्रूयते किमपि न श्रूयते महोदय अस्तु हा इदानीं श्रूयते इदानीं श्रूयते वदतु महोदय महतः वृक्षात् वृक्षात् पतति फलम् इति वाक्यम् उभयता वक्तव्यम् महदाश्रय अभिन्नः यः वृक्षः तन्निष्ठं यत् कर्मत्वं नास्ति खलु वृक्षे कर्मत्वमस्ति किम् न वृक्षः तु न पतति फलं पतति वृक्षात् इत्यत्र वृक्षस्य किं कारकं वृक्ष पञ्चमी महोदय कारकं किम् अपादानकारकम् अपादानकारकं तर्हि अपादानत्वमिति वक्तव्यं विभागः भिन्नः यः वृक्षः तन्निष्ठं यत् अपादानत्वम् तन्निष्ठं यत् अपादानत्वं तन्निरूपकः तन्निरूपितः यः दात्वर्थः अस्तु अग्रे तदनुकूल फलमपि योजनीयं खलु न न फलं न योजनीयम् अत्र तु फलं कर्म अस्ति कर्ता अस्ति अस्तु समीचीनं तदनुकूलता या कृतिः तदा तदाश्रयः तदाश्रयः फलम् इति एव भवति न तु तदाश्रयं फलम् किमर्थमिति चेत् आश्रयः इति नियतलिङ्गपदमस्ति यद्यपि तदाश्रयः इति फलम् इत्यस्य इति नपुंसकलिङ्गपदस्य विशेषणमस्ति अत्र समानलिङ्गत्वं न भवति तदाश्रयः फलम् इति एव भवति अस्तु इदानीं भिन्नरीत्या वदतु महोदय आं महोदय महदा महदाभिन्न महदभिन्न महदाभिन्न महदभिन्न महदभिन्न एकत्व एकत्वविशिष्ट अनन्तरं वृक्ष वृक्षनिष्ठ कर्मतानिरूपक कर्मता नास्ति खलु वृक्षात् एव पतति वृक्षे कर्मत्वमस्ति वा अथवा अपादानत्वमस्ति अपादानत्वमस्ति विभागः जायते हा तर्हि वदतु एकत्वविशिष्ट वृक्षनिष्ठ एकत्वविशिष्ट वृक्षनिष्ठ अपादानता निरूपक उत्तमं पतन अनुकूल वर्तमानकाले एव वर्तमानकालिक कृतिमत् एकत्वविशिष्टं फलम् उत्तमं बहु उत्तमं महोदय इति इदानीं भवानेव पठतु महतः वृक्षः वृक्षात् पतति इति ओ फलम् इति अत्र महदभिन्न वृक्षनिष्ठ अपादानत्वनिरूपक अधोदेश संयोगानुकूलव्यापारवत् फलम् अत्र पतन इति अनुक्त्वा अधोदेशसंयोगानुकूलव्यापारवत् इति लिखितं पतनं नाम किम् इति चेत् अधोदेशसंयोग अनुकूलव्यापारः एव पतनं नैयायिकरीत्या सत्यं न तस्य अर्थः उक्तः सर्वेषां रीत्या इत्युक्ते वैयाकरणानां मतानुसारं तदेव खलु अस्तु फलं व्याकरणे अपि न्याय एव प्रयुज्यते इति दृष्टं महोदय किञ्चित् तत्र प्रक्रियायां किञ्चित् भेदः वर्तते तावदेव पदार्थः सर्वत्र समाना एव भवति अस्तु फलम् इत्येवं रीत्या अखण्डः बोधः वर्णनीयः अस्तु अखण्डबोधः संसर्गान् पृथक् विलिख्य प्रकारस्तु श्रेयान् हा अत्र किमर्थम् अत्र श्रेयत्वम् उक्तम् इति चेत् अत्र संसर्गः कः इति बुध्यते खलु संसर्गः इत्युक्ते सम्बन्धः कः इति बुध्यते खलु महोदय पृथग् उल्लिख्य प्रकारस्तु श्रेयान् तादृशं लिखामश्चेत् समीचीनं भवति समीचीन अवबोधः भवति इति उक्तम् अस्तु श्रेष्ठम् इति विशेषणस्य अन्वयः कथं भवति अत्र अन्ततो गत्वा विशेषणे विद्यमानप्रत्ययस्य कः अर्थः इति चेत् केवलम् अभेदः एव अर्थः इति अवगन्तव्यम् अस्तु समयः जातः अत्र स्थगेम अग्रिमे वर्गे इदानीं क्रियाविशेषणस्य अर्थः तदनन्तरं षष्ठी इत्यस्य अर्थः अस्तु सर्वेभ्यो नमस्कारः धन्यवादाश्च